अप्रसूतफलस्य हि पूर्वकृतदुरितस्य क्षयः न उपपद्यते इति प्रवृत्तम्। तत्र प्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानाय स दुःखम् आह भवान् न अप्रसूतफलस्य इति। अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति मन्यते भवान्, ततः नित्यकर्मानुष्ठानाय स दुःखमेव फलम् इति विशेषण अयुक्तम्। नित्यकर्मविधि आनर्थक्यप्रसङ्गश्च, उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः। किञ्च श्रुतस्य नित्यस्य कर्मणः दुःखं चेत् फलं नित्यकर्मानुष्ठानायासादेव तद्दृश्यते व्यायामादिवत्। तत् अन्यस्य इति कल्पना अनुपत्तिः। जीवनादिनिमित्ते च विधानां नित्यानां कर्मणां प्रायश्चित्तवत् पूर्वकृतदुरितफलत्व अनुपत्तिः। यस्मिन् पापकर्मणि निमित्ते यद्विहितं प्रायश्चित्तं न तु तस्य पापस्य तत्फलम्। अथ तस्यैव पापस्य निमित्तस्य प्रायश्चित्तदुःखं फलं जीवनादिनिमित्तेऽपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत। नित्यप्रायश्चित्तयोः नैमित्तिकत्व अविशेषात्। किञ्च अन्यत् नित्यस्य काम्यस्य च अग्निहोत्रादेः अनुष्ठानायासदुःखस्य तुल्यत्व नित्यानुष्ठानायासदुःखमेव पूर्वकृतदुरितस्य फलं न तु काम्यानुष्ठानायासदुःखमिति विशेषो नास्ति इति तदपि पूर्वकृतदुरितफलं प्रवज्येत। तथा च सति नित्यानां फल अश्रवण तद्विधान अन्यथा अनुपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलमिति अर्थापत्तिकल्पना च अनुपपन्न। एवं विधान अन्यत अनुपत्तेः अनुष्ठानायासदुःखव्यतिरिक्तफलत्व अनुमानाच्च नित्यान् विरोधाच्च। विरुद्धं च इदम् उच्यते, नित्यकर्मणा अनुष्ठीयमानेन अन्यस्य कर्मणः फलं भुज्यते इति अभ्युपगम्यमाने स एव उपभोगः नित्यस्य कर्मणः फलम् इति। नित्यस्य कर्मणः फलाभाव इति च विरुद्धम् उच्यते। किञ्च काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यमपि अग्निहोत्रादि तन्त्रेणैव अनुष्ठितं भवति इति तदायासदुःखेनैव काम्याग्निहोत्रादिफलम् उपक्षीणं स्यात् तत्तन्त्रत्व। अथ काम्याग्निहोत्रादिफलम् अन्यदेव स्वर्गादि तदनुष्ठानायासदुःखमपि भिन्नं प्रसज्येत, न च तदस्ति दृष्टविरोधात्। न हि काम्यानुष्ठानायासदुःखं केवलनित्यानुष्ठानायासदुःखं भिन्नं दृश्यते। किञ्च अन्यत् अविहितम् अप्रतिषिद्धं च कर्म तत्कालफलं न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेत्। तदा स्वर्गादिष्वपि अदृष्टफलाशासनेन उद्यमो न स्यात्। अग्निहोत्रादीनामेव कर्मस्वरूप अविशेषे अनुष्ठानायासदुःखमात्रेण उपक्षीयः नित्यानां। स्वर्गादिमहाफलत्वं काम्यानाम् अङ्गेति कर्तव्यतादि आधिक्ये तु असति फलकामित्वमात्रेण इति। तस्माच्च न नित्यानां कर्मणाम् अदृष्टफलाभावः कदाचिदपि उपपद्यते। अतश्च अविद्यापूर्वकस्य कर्मणः विद्या एव अशुभस्य अशुभस्य वा क्षयकारणम् अशेषतः न नित्यकर्मानुष्ठानम्। अविद्याकामबीजं हि सर्वमेव कर्म, तथा च उपायितम् अविद्वद्विषयं कर्म, विद्वद्विषया च सर्वकर्मसन्यासपूर्विका ज्ञाननिष्ठ। उभौ तौ न विजानीतः वेदाविनाशनं नित्यं ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् अज्ञानां कर्मसङ्गिनां तत्त्वमित्वमहाबाहो गुणागुणेषु वर्तन्ते इति मत्वा न सज्जते। सर्वकर्माणि मनसा सन्न्यस्यास्ते नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववितो। अर्थात् अज्ञः करोमि इति। आरुरुक्षोः कर्मकारणम् आरूढस्य योगस्थस्य शमैव कारणम्। उदाराः त्रयोपि अज्ञाः, ज्ञानीत्वात्मैव मे मतम्। अज्ञाः कर्मिणः गतागतं कामकामालवन्ते। अनन्याश्चिन्तयन्तो मां नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् उपासते। ददामि बुद्धियोगं तं येन मामुपयान्ति ते। अर्थात् न कर्मिणः अज्ञः उपयान्ति, भगवत्कर्मकारिणः ये युक्ततमापि कर्मिणः अज्ञाः ते उत्तरोत्तरहीनप्रत्याग अवसानसाधनाः अनिर्देश्य अक्षरोपासकास्तु अद्वेष्टा सर्वभूतानामिति आध्यायपरिसमाप्ति उक्तसाधनाः क्षेत्राध्यायादि अध्यायत्रयोक्तज्ञानसाधनाश्च अधिष्ठानादिपञ्चकहेतुकसर्वकर्मसन्न्यासिनम् आत्मैकत्व अकर्तृत्वज्ञानवतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदाम् अनिष्टादिकर्मफलत्रयं परमहंसपरिव्राजिकानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति भवत्येव अन्येषाम् अज्ञानं कर्मिणाम् असन्यासिनाम् इति एषः गीताशास्त्रोक्तकर्तव्यार्थस्य विभागः अविद्यापूर्वकत्वं सर्वस्य कर्मणः असिद्धमिति चेत् न ब्रह्महत्यादिवत् यद्यपि शास्त्रावगतं नित्यं कर्म तथापि अविद्यावत एव भवति यथा प्रतिषेधशास्त्रावगतमपि ब्रह्महत्यादिलक्षणं कर्म अनर्थकारणम् अविद्याकामादिदोषवतः भवति अन्यथा प्रवृत्ति अनुत्पत्तिः तथा नित्यनैमित्तिककाम्यान्यपि इति देहव्यतिरिक्तात्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना इति चेत् न चलनात्मकस्य कर्मणः अनात्मकर्तृकस्य अहं करोमि इति प्रवृत्तिदर्शनः देहादिसङ्गाते अहं प्रत्ययः गौणः न मिथ्या इति चेत् न तत्कार्येष्वपि गौणत्वोपपत्तिः आत्मीये देहादिसङ्गाते अहं प्रत्ययः गौणः यथा आत्मीये पुत्रे आत्मा मे पुत्रनामासि इति लोके च मम प्राण एव अयं गौः इति तद्वत् नैव अयं मिथ्याप्रत्ययः मिथ्याप्रत्ययस्तु स्थाणुपुरुषयोः अगृह्यमाणविशेषयो न गौणप्रत्ययस्य मुख्यकार्यार्थता अधिकरणस्तुत्यर्थत्वलुप्तोपमाशब्दे यथा सिंहो देवदत्तः अग्निर्माणवकः इति सिंह इव अग्निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्वदेवदत्तमाणवकादिकरणस्तुत्यर्थमेव न तु सिंहकार्यम् अग्निकार्यं वा गौणशब्दप्रत्ययनिमित्तं किञ्चित् साध्यते मिथ्याप्रत्ययकार्यं तु अनर्थम् अनुभवति इति गौणप्रत्ययविषयं जानाति नैष सिंहः देवदत्तः तथा नायमग्निः माणवकः इति तथा गौणेन देहादिसङ्गातेन आत्मना कृतं कर्म न मुख्येन अहं प्रत्ययविषयेण आत्मना कृतं स्यात् न हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यात् न च क्रौर्येण पैङ्गल्येन वा मुख्यसिंहाग्न्योः कार्यं किञ्चित् क्रियते स्तुत्यर्थत्वेन उपक्षीणत्वात् स्थूयमानौ च जानीतः नाहं सिंहः नाहम् अग्निः इति न हि सिंहस्य कर्म मम अग्नेश्च इति तथा न सङ्गातस्य कर्म मम मुख्यस्यात्मनः इति प्रत्ययः युक्ततरस्य न पुनः अहं कर्ता मम कर्म इति यच्च आहुः आत्मीयैः स्मृतिच्छाप्रयत्नैः कर्महेतुभिः आत्मा कर्म करोति इति न तेषां मिथ्याप्रत्ययपूर्वकत्वं मिथ्याप्रत्ययनिमित्त इष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वकाः हि स्मृतिच्छाप्रयत्नादयः यथा अस्मिन् जन्मनि देहादिसङ्गाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च तथा अतीते अतीततरेऽपि जन्मनि इति अनादिः अविद्याकृतः संसारः अतीतो अनागतश्च अनुमेयः ततश्च सर्वकर्मसन्न्याससहितज्ञाननिष्ठया आत्यन्तिकः संसारोपरमः इति सिद्धम् अविद्यात्मकत्वाच्च देहाभिमानस्य तन्निवृत्तौ देह अनुपत्तेः संसार अनुपत्तेः देहादिसङ्गाते आत्माभिमानः अविद्यात्मकः न हि लोके गवादिभ्यो अन्योऽहं मत्तश्च अन्ये गवादयः इति जानन् तान् अहमिति मन्यते कश्चन अजानंस्तु स्थाणो पुरुषविज्ञानवतु अविवेकतः देहादिसङ्गाते कुर्यात् अहम् इति प्रत्ययं न विवेकतः जानन् यस्तु आत्मा मे पुत्रनामासि इति पुत्रे अहं प्रत्ययः स तु जन्यजनकसम्बन्धनिमित्तः गौणः गौणेन च आत्मना भोजनादिवतो परमार्थकार्यं न शक्यते कर्तुं गौणसिंहाग्निभ्यः मुख्यसिंहाग्निः कार्यवत् अदृष्टविषयचोदनाप्रामाण्यात् आत्मकर्तव्यं गौणैः देहेन्द्रियात्मभिः क्रियते एव इति चेन् न अविद्याकृतात्मत्व तेषाम् न च गौणः आत्मानः देहेन्द्रियादयः किं तर्हि मिथ्याप्रत्ययेनैव अनात्मानः सन्तः आत्मत्वम् आपाद्यन्ते तद्भावे भावान् तदभावे च अभवत् अविवेकिनां हि अज्ञानकाले बालानां दृश्यते दीर्घोऽहं गौरोऽहम् इति देहादिसङ्गाते अहं प्रत्ययः न तु विवेकिनां अन्योऽहं देहादिसङ्गातात् इति जानतां तत्काले देहादिसङ्गाते अहं प्रत्ययः भवति तस्मात् मिथ्याप्रत्यय अभावे अभावात् तत्कृत एव न गौणः पृथग्गृह्यमाणविशेषसामान्ययोर्हि सिंहदेवदत्तयोः अग्निमाणवकयोर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात् न गृह्यमाणविषयसामान्ययो यत्तु उक्तं श्रुतिप्रामाण्यात् इति तत् न तत्प्रामाण्यस्य अदृष्टविषयत्व प्रत्यक्षादिप्रमाण अनुपलब्धेः विषये अग्निहोत्रादिसाध्यसाधनसम्बन्धे श्रुतेः प्रामाण्यं न प्रत्यक्षादिविषये अदृष्टदर्शनार्थविषयत्वात् प्रामाण्यस्य तस्मान्न दृष्टमिथ्याज्ञाननिमित्तस्य अहं प्रत्ययस्य देहादिसङ्गाते गौणत्वं कल्पयितुं शक्यं न हि श्रुतिशतमपि शीतो अग्निः अप्रकाशो वा इति ब्रुवन् प्रामाण्यमुपैति